येन धौता गिरपुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। ॐ श्रीगुरुभ्यो नमः। हरिः ओम्। धन्यवादः भगिनी। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र हल् सन्धिः। हल् सन्धेः तत्र अनेकविधाः सन्ति। तत्र नाम हल् सन्धिषु तत्र जष्ट्वसन्धि चर्त्वसन्धि एतत् सर्वं वयं कृत्वा सत्त्वसन्धि गतवर्गे कृत्वा इदानीं नूतनसन्धिः अस्ति यवलोपसन्धिः इति। तर्हि तत्र उदाहरणं पश्यामः पुस्तके गीताप्रवेशपुस्तके पेज् 42 मध्ये एकम् उदाहरणं पठित्वा तदनन्तरं करपत्रे तत्र स्वरूपमहोदयस्य करपत्रे तत्र 05 हल् सन्धि सूत्रसहितविवरणम् इति अस्ति करपत्रं। तत्र सत्त्वसन्धेः विवरणं पठामः अवगच्छामश्च। अस्तु तर्हि तर्हि तत्र उषास्वामिनाथन् भगिनी भवती एव तत्र उदाहरणम् अत्र पठित्वा तत्र करपत्रे आरम्भं करोति वा महोदय? यवलोपसन्धिः एतानि उदाहरणानि परिशीलयत। प्रथमं ते योगः इमे। ते इति तकारयोगः एकारः, इमे इकारयोगः मे मे, अनन्तरम् एकारस्य स्थाने अकार यकार यान्तावान्तसन्धि यान्तावान्त आदेशः सन्ति। एकारस्य स्थाने ऐ आदेशः भवति एचो अयवायावः इत्यनेन अकार यकार अनन्तरम् इ योगः मे। ऐ इति तकारयोगः ऐ तै अथवा योगः ऐ अनन्तरम् अकार यकार अथवा अ एव भवति। अयोगः इ योगः मे इति भवति। तयि मे भवति तकारयोगः अकार त, यकारयोगः इमे इमे तयि मे, अथवा यकारस्य लोप अलोपानन्तरं त योगः इमे एव अवशिष्यति। तत्र त इमे इति अस्ति चेत् तत्र हा तदपि एकपदम् इति एव स्वीकर्तव्यं खलु तत्र त इमे इति त इमे इति न न महोदय नाट् एकपदं नास्ति महोदय। एकारः लोपः लोपः इव दृश्यते खलु महोदय। सो त इमे अत्र पदद्वयम् इति एव चिन्तनं वा? आम्। अस्तु अस्तु अस्तु। तै इमे इति अस्ति चेत् तत्र तु एकं पदम्। अस्तु, श्लोकः अपि अस्ति, श्लोकः अपि अस्ति। सत्यं भगिनि, हा बन्धुमित्रे निवस्थिता लोके अत चेत् त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि। येषामर्त्ये काङ्क्षितन्नः राज्यं भोग सुखानि च, तैमे वस्थिता युद्धे प्राणां त्यक्त्वा धनानि च। येषामर्त्ये काङ्क्षितन्नः येषामर्त्ये काङ्क्षितन्नः राज्यं भोगाः सुखानि च, त इमे अवस्थिता युद्धे प्राणां त्यक्त्वा धनानि च। येषाम् अर्थे फार् हू सेक् रैट् फार् अङ्कितन्नः अपि भगिनि तत्र ते तत्र येषाम् अपि ते इति अस्ति। तर्हि तत्र यः सः इति वाक्यस्य आकृतिः खलु, किन्तु यः सः तत्र विभक्तिपरिवर्तनमपि भवितुम् अर्हति खलु नाम अतः तत्र अत्र येषाम् इति षष्टिविभक्ति आरम्भे एव अस्ति येषाम् अर्थे काङ्क्षितन्नः राज्यं भोगाः सुखानि च काङ्क्षितं राज्यम् अपि च भोगाः अपि च सुखाः येषाम् अर्थे येषाम् अर्थे वयं तत्र 1.33 इति अस्ति खलु आम् सत्यं भगिनि सत्यं तदेव अस्ति तदेव अस्ति भगिनि त इमे वस्तिता इट् गोस् वित् देर् आर् टु द लैन्स् आर् अ लिटल् स्विच्ड् इन् सो मेनि बुक्स् भगिनि हा ओके अस्तु मम पुस्तके ता इमे इति आरम्भं भवति महः इति अन्ते अस्तु सत्यं भगिनि किन्तु तत्र पूर्णवाक्यम् आवश्यकं चेत् तत्र येषाम् इति पूर्वम् एकं वाक्यम् अस्ति महोदय येषाम् इति द्वितीयवाक्यं किं नो राज्ये तत् प्रथमवाक्यं तस्य द्वितीयवाक्यं येषाम् इति तत्तु द्वात्रिंशत् तम श्लोकम् So the lines go एवं वा वर्सेस् आम् अस्तु सत्यं उक्तवती मम पुस्तके तादृशम् अस्ति किन्तु अत्र इदानीम् आवश्यकं किम् इत्युक्ते तत्र वाक्यद्वयं येषाम् अर्थे अपि ता इमे इति तत्र आकृतिः यः सः इति वाक्यस्य आकृतिः यस्य अर्थे अहं भोगः सुखाः का अपि च भोगाः सुखाः अपि च राज्यमपि काङ्क्षितं यस्य अर्थे अहं काङ्क्षितम् आल् दीस् सत्यं भगिनि काङ्क्षितं तत्र न सः सः इमे अवस्थितः युद्धे अवस्थितः युद्धे अवस्थितः सन्ति प्राणः अपि प्राणः अपि त्यक्तुं सिद्धः त्यक्त्वा प्राणं त्यक्त्वा युद्धे अवस्थितः न सत्यं प्राणं त्यक्तुं सिद्धाः त्यक्तुं सिद्धा भवति सिद्धा भवन्ति ते धनानि अपि ते त्यक्तवन्तः धनानि प्राणान् अपि त्यक्त्वा युद्धे ते अवस्थिताः सन्ति समीचीनं भगिनि तत्र त इमे इति भवति समीचीनं उत्तमं तत्र राज्यम् इति अपि द्वितीया विभक्ति काङ्क्षितं राज्यं नः काङ्क्षितं राज्यं येषाम् अर्थे नः काङ्क्षितं राज्यं भोगाः सुखानि इति चिन्तयामि तत्र भोगाः भोगाः सुखानि लुक्स् लैक् प्रथमा प्रथमा एव यतोहि तत्र तदेव तत्र सुखानि भोगानि यस्य भोगाः इति वा न काङ्क्षितं नः अस्माकं राज्यं भोगाः सुखानि बहुवचने भोगाः अपि बहुवचने काङ्क्षिताः सुखानि अपि तत्र षष्ठी भवति महोदय नो इति नः इत्यस्य नो तत्र अस्माकम् इति भवति खलु अस्माकं सत्यम् अस्माकं राज्यम् अपि भोगाः अपि प्रथमविभक्ति सुख तत्र सुखानि अपि प्रायशः केन् बि द्वितीया विभक्ति तु नपुंसकलिङ्गे अस्ति खलु काङ्क्षितं येषाम् अर्थे काङ्क्षितं नः अस्माकं राज्यं भोगाः सुखानि तत्र प्रायशः तत्र सर्वं प्रथमविभक्त्यामेव अस्ति इति मन्ये भगिनि नाम तत्र येषाम् अर्थे अतः तत्र यद्यपि तत्र यः इति अस्ति किन्तु येषाम् इति तत्र षष्टिविभक्तिमध्ये आगतं, तर्हि तत्र कर्तृपदं किम् अस्ति इत्युक्ते तत्र राज्यं भोगाः सुखानि इति एव प्रथमविभक्त्यां सन्ति. राज्यं भोगाः सुखानि विभक्ति विभक्तिपदानि सन्ति. तदनन्तरं तत्र ते इमे ते एव, अतः तत्र नाम यः आगतवान् तस्य नाम इति तादृशं तत्र तत्र तु किञ्चित् परिवर्तितः, किन्तु हा ते इमे अवस्थिताः सन्ति, अवस्थिताः सन्ति प्राणान् धनानि च त्यक्त्वा इति भवति. अस्तु अस्तु भगिनि, अत्र धनानि प्राणानि इति तत्र द्वितीया विभक्ति, यतोहि त्यक्त्वा इति अस्ति तस्य कर्मपदम् प्राणान् धनानि च त्यक्त्वा अवस्थिताः सन्ति, अवस्थिताः सन्ति, अवस्थिताः सन्ति इति भवति. समीचीनम् अस्तु भगिनि, इदानीं करपत्रं पठामः तर्हि. यवलोपसन्धिः इति पठामि वा महोदय? पठतु भगिनि, पठतु भगिनि. यवलोपसन्धिः. लोपः शाकल्यस्य अपूर्वयोः पदान्तयोः अपूर्वयोः पदान्तयोः वकारयकारयोः लोपः भवति अहि परे शाकल्यस्य मतेन. अपूर्वयोः इत्यनेन तादृशवकारयकारयौ वकारयकारौ याभ्यां पूर्वम् अवर्णः स्यात्. शाकल्यस्य इत्युक्ते शाकल्यस्य मतेन नाम इदं विकल्पेन भवति. लोपः प्रथमान्तं, शाकल्यस्य षष्ट्यन्तं, द्विपदमिदं सूत्रम्. व्यो लघु प्रयत्नतरः शाकटायनस्य इत्यस्मात् व्योः इत्यस्य अनुवृत्तिः. भो भगो अगो अपूर्वस्य यो अशि इत्यस्मात् अपूर्वस्य अहि चेत् अनयोः अनुवृत्तिः. तयोर् वा वचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः, पदस्य इत्यस्य अधिकारः. वचनपरिणामं कृत्वा तदन्तविधिं कृत्वा पदान्तयोः इति भवति. पदस्य इति पदान्तयोः इति भवति. अनुवृत्तिसहितसूत्रम्. अपूर्वयोः पदान्तयोः व्योः लोपः अशि संहितायां शाकल्यस्य लोपः शाकल्यस्य इति शाकल्यस्य मतेन एव इति भवति. तथा एव विकल्पेन इति अस्ति, विकल्पेन भवति. अपूर्वयोः पदान्तयोः वकारयकारयोः वकारयकारौ पूर्वं तादृशवकारयकारौ याभ्यां पूर्वम् अवर्णः स्यात्. वकारयकारः पूर्वम् अवर्णः भवेत् इति. तादृशवकारयकारयोः लोपः भवति अशि परे. अशि परे, अशि इत्युक्ते सर्वे व्यञ्जनाः अपि च हयवरट् लण् यम सर्वे अन्तस्थाः अपि च मृदुव्यञ्जना अपि जबगडदश् जबन् गडदश् जबगडदश् सो मृदुव्यञ्जनाः अपि केवलं तत्र श स ह इति नास्ति. न न, कठोरव्यञ्जना अपि नास्ति महोदय. खर् विहाय, खर् खर् विगा विहाय खर् विहाय. ओ आमामाम्, अस्तु खर् विहाय. अस्तु धन्यवादः. खर् विहाय, आम् आमां, तत्र शकारः द्विव. अस्तु अस्तु, तत्र हकारः पूर्वमपि अस्ति हयवरट् इत्यत्र. दशमसूत्रस्य अन्तिमवर्णः शक. अस्तु, अश् इत्युक्ते तावत्पर्यन्तं खलु भगिनि? अस्ति, आम् आं महोदय. अशि इत्यनयोः अपूर्वस्य अशि इत्यनयोः अनुवृत्तिः भवति. भो भगो अगो अपूर्वस्य यः अशि इत्यस्मात् अपूर्वस्य अशि इत्यनयोः अनुवृत्तिः. संहितायाम् अधिकारे अस्ति. पदस्य इति पदान्तयोः इति भवति. पदान्तयोः वकारयकारयोः, ओके, पदान्तयोः अनुवृत्तिसहितसूत्रम् अपूर्वयोः पदान्तयोः बकारयकारः लोपः भवति अहि संहितायां शाकल्यस्य. ओके, तर्हि तत्र अपूर्वयोः पदान्तयोः इति तत्र अकारः पूर्वं भवेत् अपि पदान्ते अकारः भवेत् इति खलु. पदान्ते अकारः नास्ति महोदय, अपूर्वयोः पदान्तवकार इकारः महोदय, तयोः पूर्वम् अकारः भवेत्. पदान्तवकारः वकारः. तर्हि तत्र पदान्तयोः द्योः इति द्योः वकारयकारयोः लोपः. तर्हि तत्र तर्हि द्योः इति पदस्य विशेषणं पदान्तयोः अपूर्वयोः इति खलु. आम् आं महोदय. तयोः अपूर्वयोः इत्युक्ते केवलं ह्रस्व आकार वा दीर्घ आकार वा अपि अस्ति वा महोदय? ह्रस्वकारः एव भगिनि. अवर्णः स्यात् लिखितं तत्र भगिनी. सामान्यतया अत् इति अस्ति चेत् ह्रस्व आकारः इति, तत्र आ इत्यनेन अष्टादशरूपाणि अपूर्वस्य च अहि इत्यनयोः बट् भगिनि विकास पूर्वम् अवर्णः स्यात् इति अस्ति खलु. तत्र अवर्णः इति यदा आगच्छति यावत् अहं जानामि केवलम् अवर्णः इति यत्र उक्तमस्ति तत्र आ इत्यस्य अष्टादशरूपाणि इति. आम् आम् आं भगिनि, बट् हरे योगः इह इप् लुकत् मिन्न उदाहरणम् अस्ति रैट्. हरे योगः इह एकारस्य स्थाने अकारयकार भवति खलु, परन्तु ते इमे तत्र अकार न तत्र पूर्वम् इति तत्र महोदय तत्र वकारयकार पदान्तयोः वकारयकारयोः इति न, किन्तु अपूर्वयोः वकारयकारयोः भवितुमर्हति तत्र भवितुमर्हति. अतः तत्र किन्तु वकारात् पूर्वं यकारात् पूर्वम् अवर्णः इति एव अवर्णः सर्वं समीचीनं न भवति, केवलम् अवर्णः लघु वा दीर्घः वा बहु द्वयमपि समीचीनं महोदय. अत्र ते योगः इमे इति अस्ति न महोदय, तत्र आवर्णः कुत्र अस्ति? ऐ इति अस्ति खलु, ते एकारस्य स्थाने ऐ भवति भगिनि. अकार यकार अकार यकार यकार लोप अनन्तरम् अकार इति भवति खलु. तत्र उषा दिवस भगिनि वदतु भगिनि वदतु. योगः अकार यकार अथवा यकार लोप अनन्तरं शोयिङ्ग् अकार यकार अथवा अ इत्युक्ते त इमे तत्र अकार अस्ति वा भगिनि? तत्र नाम विशदभते भगिनि, तत्र प्रथमे प्रथमसोपाने तत्र ते योगः इमे इति अस्ति खलु, आरम्भे तदेव अस्ति. तत्र प्रथमसोपाने यान्तवान्तादेशसन्धिः भवति अस्तु, तदा एव ऐ इति आगच्छति खलु. ऐ इत्युक्ते तत्र अकारः अस्ति, तदनन्तरं यकारः अस्ति. यकारः पदान्ते अस्ति इति चिन्तनं तत्र, अपि यकारात् पूर्वम् अकारः अस्ति. ओ ऐ इति स्वीकरणीयं चेत् यकार अकारयोगः यकार अस्ति, तत् आ एव अपूर्वयोगो वर्णः. सत्यं भगिनि, अपूर्वपदान्तयकारः इति. ओ अस्तु अस्तु, सो या पूर्वम् अकार अस्ति फालोस् बै. तदनन्तरं तत्र अशि इति भवेत्, अशि प्रत्ययः. तत्र इदानीम् अत्र तु तत्र मकारः अस्ति अग्रे, खलु ऐ अनन्तरं ओ क्षम्यताम् ऐ अनन्तरम् इकारः अस्ति इकारस्य क्षम्यताम् इकारः अस्ति अतः समीचीनमेव अशि मध्ये अस्ति तर्हि सूत्रं कार्यं करोति. सो अश् प्रत्याहारे सर्वे स्वराः मृदुव्यञ्जनानि अस्ति तत्र इमे इति स्वीकरणीयं चेत् इ अश् प्रत्याहारे अस्ति इति सत्यं इति अस्ति. अस्तु महोदय धन्यवादः. इति समीचीनं खलु वक्तव्यम् आम् आं भगिनि नाम तत्र प्रथमतया तत्र अशि इति अस्ति अपि प्रथमतया तत्र आरम्भे यकारः नास्ति किन्तु यान्तावान्तदेशसन्धि कृत्वा एव भवति तदनन्तरमेव एतस्य सूत्रस्य कार्यं भवति इति अवगन्तव्यम् अस्ति अस्माभिः. इत्युक्ते शाकल्यस्य मतेन इत्युक्ते शाकल्य वैयाकरणः न तु शाकल्यः इति वैयाकरणः यः पाणिनेः पूर्वमेव आसीत् नाम तत्र पाणिनि तत्र सूर्यः इव मित्रः इव नाम यदा सः आगतवान् तस्मात् पूर्वं ये वैयाकरणाः आसन् ते के इति वयं न जानीमः तस्य प्रकाशः तावता तादृशः आसीत् किन्तु पूर्वमपि वैयाकरणः आसन् शाकल्यः अपि तत्र अन्यः काकटायनस्य अपि अत्र दत्तं महोदय दत्तमस्ति यो लघु प्रयत्नतरः शाकटायनस्य इति अतः तत्र पाणिनेः तत्र उल्लेखः अस्ति इति कृत्वा एतेषां तत्र तेषां नामानि जानीमः नो चेत् तत्र प्रायशः तत्र किमपि व्याकरणपुस्तकं नास्ति इति मन्ये खलु पाणिनेः तत्र अष्टाध्यायी प्राक् पाणिनेः ग्रन्थाः आसन् इति पठितं महोदय तेषामपि न आसन् किन्तु इदानीं तत्र प्राप्तुं शक्नुमः न वा इति प्रश्नः पूर्वम् आसन् भगिनि नाम तत्र पुस्तकानि तत्र ग्रन्थाः आसन् इति अपि अहम् अङ्गीकरोमि किन्तु तत्र इदानीं तत्र वयं पठितुं शक्नुमः न वा इति न जानामि प्रायशः सन्ति इति मन्ये महोदय इति वा भगिनि नाम शाकल्यस्य इत्युक्ते तत्र यत् मया पठितं पाणिनीय धातुपाठः यावत् प्रसिद्धः अस्ति तेन अन्येषां प्रयोगः तावत् न भवति इति किन्तु सन्ति इति तत्र कौमुदी इति अपि अस्ति इन्द्रव्याकरणं पूर्वव्याकरणं पूर्वव्याकरणं हा तत्र कुत्रचित् पठितवती महोदय इदानीमपि सन्ति इति किन्तु तेषाम् उपयोगः तावत् नाम भगिनि तत्र उपयोगः इति न तत्र इदानीम् अपि तत्र लभ्यते न वा इति अहं न जानामि इति एव मम प्रश्नः तावत् नाम पुस्तकम् आसीत् प्राय इति तु सत्यं किन्तु नाम शाकल्यस्य पुस्तकम् अथवा ग्रन्थः आसीत् चेत् ग्रन्थस्य नाम किं कुत्र लभ्यते इदानीं अस्तु अस्तु महोदय पूर्णतया इदानीं नास्ति इत्येव अहं श्रुतवती महोदय पूर्णतया नास्ति परन्तु लिटल् लिटल् सर्टन्लि किञ्चित् यथा तत्र नाम तत्र भागाः प्रायशः तत्र प्राप्तुं शक्नुमः किन्तु भागान् प्राप्तुं शक्नुमः किन्तु पूर्णतया नास्ति आम् नास्ति इति चिन्तयामि भगिनि इति सत्यं न वा न जानामि अस्तु किन्तु अतः तत्र अस्तु कुत्र स्मः अतः प्रश्नः महोदय पदस्य इत्यस्य अधिकारः वचनविपरिणामं कृत्वा तदन्तविधिं कृत्वा पदान्तयोः वचनविपरिणामं कृत्वा इत्युक्ते कीदृशवचन पदस्य इति पदान्तयोः इति भवति खलु भगिनि सो पदस्य इति एकवचनं, षष्ठी एकवचनं, वचनविपरिणामम् अत्र पदान्तयोः अन्त अपि योजितं भवति. पदान्तयोः इति द्विवचनम् इत्युक्ते व्योः इति विपरिणामम् अस्ति वा तत्र? न, पदान्तयोः, पदस्य इत्यस्य अधिकारः. व्योः इति पूर्वसूत्रात् अनुवृत्ति एव अनुवृत्त्या केवलं तत्र पदान्तयोः पदस्य इति पदमेव पदान्तयोः. ओके, पदस्य परिणामं कृत्वा पदान्तयोः इति भवति. तत्र सोपानद्वयं, पदस्य इति पदयोः इति भवति, तदनन्तरं तदन्तविधिं कृत्वा, नाम मध्ये तत्र अन्त इति आगतं खलु, पद येन विधिस्तदन्तस्य इति अस्ति महोदय. येन विधिस्तदन्तस्य इति एक्स्पाण्ड् स्कोप् इति इ अथवा अ इति एव अङ्गं नास्ति, बट् इ अन्तपदं, सो यः कोऽपि अस्ति तत्कृते अपि एकं सूत्रं प्रवर्तनं चेत् देन् येन विधि सदन्तस्य, येन विधि सदन्तस्य पठितवन्तः गतवर्गे भगिनि, येन विधि तद येन विधि सदन्तस्य उपरि एव अस्ति भगिनि. येन विधिस्तदन्तस्य नाम तत्र पूर्णपदस्य न, केवलं तत्र पदस्य अन्ते इति खलु, अन्ते यः भागः तस्य एव तत्र स्वीकारः इति. गतवर्गे नाट् इस् अलोन्तस्य महोदय, न तत्र अलोन्तस्य इति तस्य तस्मात् प्राक् उपरि एव तत्र ससजुषो रुः इति सूत्रस्य विवरणे येन विधि सदन्तस्य इत्यनेन न केवलं यत् पदं सकारः अस्ति अपि तु यस्य पदस्य अन्ते सकारः. एक्स्पाण्ड् द स्कोप् आफ् दट् एव नास्ति, यत् पदस्य अन्ते सकारः अस्ति तदपि स्वीकृतं स्वीकर्तव्यं. तथैव अत्रापि तत्र केवलं यकारः वकारः न, किन्तु पदस्य अन्ते वकारः यकारः अस्ति चेत् अत्र कार्यं सूत्रं कार्यं करोति इति वक्तुमिच्छति खलु भगिनि? आम् आं महोदय. नाम तत्र सूत्रस्य क्षेत्रं बृहत् भवति एतेन सूत्रेण, एतेन तत्र येन विधिस्तदन्तस्य इति इत्यनेन तत्र एतस्य सूत्रस्य क्षेत्रं बृहत् भवति इति खलु? आम् आं महोदय. अस्तु भगिनि, समीचीनं, धन्यवादः. अस्तु कुशादवती भगिनि, समीचीनं वा? अस्तु, इदानीं शोभा भगिनी अग्रे तत्र यथा इति आरभ्य. आं महोदय, यथा हरे योगः इह इचो यवायावः इत्यनेन हरै इति भवति, इत्युक्ते तत्र यचो यवायाव, अस्तु एकवारं पठामि. हरै योगः इह, लोपः शाकलस्य इत्यनेन हर इह हरयिह, अत्र आद्गुणः इत्यनेन गुणसन्धिः भवति स्म, परन्तु पूर्वत्र सिद्धम् इत्यनेन आद्गुणः इत्यस्य दृष्ट्या लोपः शाकल्यस्य इत्यनेन यत् कार्यं कारितं तत् असिद्धम्. अस्तु, इदानीं उदाहरणं हरे योगः इह इति. तत्र हरे इत्यस्य एकारः यचो यवायावः इति सूत्रस्य प्रसक्तिः, तत्र एकारस्य स्थाने ऐ आदेशः भवति, अतः हरै योगः इह. इदानीं तत्र पदान्तयकारः, तस्मात् पूर्वम् अवर्णः, अतः लोपः शाकल्, तस्मात् परम् इकारः अश्वर्णः इति निमित्तानि सन्ति इत्यनेन लोपः शाकल्यस्य इति इत्यस्य सूत्रस्य कार्यं भवति. हरै इत्यस्य यकारस्य लोपः, हरा इति तिष्ठति, हरा इह इति, तत्र तत्तु विकल्पेन लोपः शाकल्यस्य इति सूत्रं वैकल्पिकप्रयोगं करोति. अतः हर इह इति रूपं प्रथमं सिद्ध्यति, विकल्पेन हर इह इति अपि भवति यकारस्य लोपं कृत्वा. तत्र इदानीं भगिनी तर्हि तत्र हर इह इति एव तत्र शाकल्यस्य मतं खलु? प्रथमं शाकल्यस्य मतं, द्वितीयम् अन्यत् मतम्. अस्तु, हर इह इति तत्र अन्यत् मतं, शाकल्यस्य मतं नास्ति अत्र. नास्ति इत्युक्ते तत्र यचोयवाययावः इत्यनेन तत् प्रथमसूत्रं तत्र एव हर इह इति भवति. तदनन्तरं लोपः शाकल्यस्य इति आगत्य कार्यं करोति इति कृत्वा हर इह इति अपि भवति इति अस्ति. समीचीनं. अतः केवलं तत्र यचोयवायावः इति एव कार्यं करोति चेत् हर इह इति रूपं सिद्ध्यति. रूपं लोपः शाकल्यस्य इति इत्यनेन नूतनरूपं विकल्पेन आगच्छति. विकल्पेन यदि वयं कर्तुम् इच्छामः इति वक्तुं शक्नुमः खलु महोदय? तत्र वैकल्पिकरूपम् इच्छा इष्टं चेत् हर इह इति अपि भवति. तदपि तत्र हर इत्यस्य अकारः इह इत्यस्य इकारः ते तयोः आद्गुणः इत्यनेन गुणसन्धिः भवति स्म. अकार इकारयोः एकारः भवति स्म, परन्तु पूर्वत्र सिद्धम् इत्यनेन आद्गुणः इत्यस्य दृष्ट्या लोपः शाकल्यस्य इत्यनेन यत् कार्यं कारितं तत् असिद्धम्. तत्र पूर्वत्र सिद्धम् इति एकं सूत्रमस्ति त्रिपाद्यायां. तेन तत्र आद्गुणः इति सूत्रं सपादसप्ताध्यायीसूत्रं षष्ठाध्याये अस्ति. लोपः षष्ठाध्याये अस्ति. लोपः शाकल्यस्य इति त्रिपादीसूत्रं त्रिपाद्यां तृतीय अध्याये किं तत्र नवदशतमं सूत्रं. अतः तत्र लोपः शाकल्यस्य इति सूत्रेण यत् कार्यं भवति, लोपः भवति, सः लोपः आद्गुणः इति सूत्रेण न दृश्यते एव. अतः आद्गुणः तत्र हर इह इति एव पश्यति. यदा आद्गुणः इत्यस्य प्रसक्तिः भवति इदं सूत्रं पश्यति हर इह इति अस्ति, अतः तस्य कार्यं नास्ति एव तत्र. अतः तस्य कार्यं न भवति इति, यतोहि तत्र इति तत्र सङ्ख्यां दृष्ट्वा एतत् असिद्धं, पूर्वत्र असिद्धम् इति तत्र तस्य प्रसक्तिः अस्ति इति वक्तुं शक्नुमः. पूर्वत्र असिद्धम् इत्युक्ते परसूत्रम् असिद्धं भवति. त्रिपाद्यायां द्वितीय अध्याये प्रथमसूत्रम् अथवा द्वितीय पूर्वत्र सिद्धम् इत्यनेन परसूत्रम् असिद्धम्. अतः तत्र यतोहि त्रिपादी परसूत्रमस्ति. त्रिपाद्यायां ये सूत्राणि सन्ति, यानि सूत्राणि सन्ति, ते सर्वे परसूत्राणि सन्ति. तेन किं तत्र, किन्तु तत्र सपादसप्ताध्यायी अपि च त्रिपाद्याम् इदानीं सपादसप्ताध्यायीं प्रति त्रिपादी असिद्धा, त्रिपादी असिद्धं सत्यं. तत्र सम्पूर्णसपादसप्ताध्यायी इति तस्मिन् यानि सूत्राणि सन्ति तेषां कृते त्रिपादी इति एव असिद्धं. यत् यानि सूत्राणि त्रिपाद्यां सन्ति ते असिद्धाः, असिद्धानि भवन्ति. अतः आद्गुणः इत्यस्य कृते लोपः शाकल्यस्य इति असिद्धम् इति भवति. अतः तत्र लोपः शाकल्यस्य इति यदा कार्यं करोति तस्य कार्यस्य फलं तत्र आद्गुणः न पश्यति एव, न पश्यति, यतोहि अग्रे गत्वा भवति इदं कार्यम्. आद्गुणः आद्गुणः प्रथम आद्गुणात् परं गत्वा भवति तत्र अतः सत्यं भगिनि इति समीचीनम् इति अतः एव तत्र पूर्वत्र सिद्धम् अस्तु पूर्वत्र सिद्धम् इति अस्ति अस्तु अग्रे द्वितीयः द्वितीयः उभौ उभौ योगः अपि तत्र औकारः इदानीं औका एचः इति अस्ति एच् तत्र एकारः किं तत्र एकार ओकार अपि च ऐकार औकार यचो यवा यावः इत्यनेन औकारस्य आव् इति आदेशः भवति अतः उभाव् योगः अपि तत्रापि वकारः पदान्तवकारः तस्मात् पूर्वम् अवर्णः अस्ति परम् अश्वर्णः अस्ति अतः लोपः शाकल्यस्य इत्यनेन वकारलोपः उभा अपि इति रूपं नो चेत् उभावपि इति यथावत् वर्णमेलनेन उभावपि इति अपि सिद्ध्यति द्वितीयरूपम् अत्र अकः सवर्णे दीर्घः इत्यनेन सवर्णदीर्घसन्धिः भवति स्म यतोहि तत्र उभायोगः अपि इत्यत्र दीर्घ आकारः तदनन्तरं पुनः आकारः द्वयोः उभापि इति भवितुम् अर्हति किन्तु पूर्वत्र परन्तु पूर्वत्र सिद्धम् इत्यनेन अकसवर्णे दीर्घः इत्यस्य दृष्ट्या लोपः शाकल्यस्य इत्यनेन यत् कार्यं कारितं तत् असिद्धं यथा पूर्वं दृष्टवन्तः तत्रापि लोपः शाकल्यस्य इत्यस्य कार्यम् अकः सवर्णे दीर्घः न पश्यति एव तस्य दृष्ट्या उभावपि इति एव दृश्यते अतः तत्रापि कार्यं न भवति यथावत् तिष्ठति अकः सवर्णे दीर्घः अपि षष्टाध्याये सपादसप्ताध्यायाम् अस्ति इति कृत्वा तत्र लोपः शाकल्यस्य येन इत्यनेन यत् कार्यं कारितं तत् तत्र अत्र अकः सवर्णे दीर्घः इति सूत्रं तत् न पश्यति न पश्यति अस्तु समीचीनं अस्तु इदानीं धन्यवादः भगिनि अग्रे तत्र उषादेवते भगिनि अग्रे पठति वा इति परिशीलितं दृष्ट्वान् द्वयमपि अचिपरे अयं च वस्तुतः प्रमुखविषयः एव किन्तु जिज्ञासा उदेति हलिपरे का गतिः लोपः शाकल्यस्य इत्यनेन अशिपरे इति उक्तम् गीताप्रवेशे लिखितमस्ति यत् विद्यमानस्य अकारपूर्वस्य आकारपूर्वस्य च यकारस्य वकारस्य च स्वरे परे विकल्पेन लोप भवति व्यञ्जने परे तु नित्यम् सुबोधार्थम् अयं विचारः दोषाय न किन्तु सम्पूर्णरीत्या अवगमनार्थम् अग्रे पठनीयम् इत्युक्ते अचिपरे उपरि दर्शनम् वाक्यं पठित्वा इति परिशीलितं दृष्ट्वान् द्वयमपि अचिपरे इत्युक्ते उभौ अपि अरे ह्ये द्वे अपि वस्तुतः प्रमुखविषयः एव परन्तु अचिपरे अचिपरे कुत्र कुत्र अस्ति अचिपरे येचो यवायावः इति अस्ति न तत्र उदाहरणे अच्वर्णः कः वर्णः तत्र अच्वर्णः उभौ योगः अपि तत्र अपि इति अस्ति न तत् प्रथमं वर्णम् अकारः हरे योगः इह तत्र इह अस्ति तत्पदस्य इ अच् उत्तमं भगिनि समीचीनं तदेव अचिपरे इति समीचीनं किन्तु जिज्ञासा उदेति हलिपरे का गतिः इत्युक्ते व्यञ्जनम् अस्ति चेत् का गतिः भवति इति प्रश्नः उदेति लोपः शाकल्यस्य इत्यनेन अशिपरे इति उक्तं गीताप्रवेशे लिखितमस्ति यत् विद्यमानस्य अकारपूर्वपर अकारपूर्वस्य आकारपूर्वस्य च यकारस्य वकारस्य च स्वरे परे विकल्पेन लोप भवति इत्युक्ते अपूर्व पूर्वं पठितवन्तः अपूर्वयोः पदान्तयोः वकार यकारयोः लोपः भवति इति अशिपरे तत्तु भवति परन्तु व्यञ्जने परे तु नित्यम् इति दत्तम् यदि व्यञ्जन द्वितीयपदं व्यञ्जनम् अस्ति चेत् नित्यं लोपः भवति इति मन्ये महोदय तत्र नाम इति उक्तमस्ति तत्र पुस्तके एतद् उक्तमस्ति तस्य विवरणम् अग्रे पश्यामः किन्तु अग्रे किं दत्तमस्ति सुबोधार्थम् अयं विचारः दोषाय न किन्तु सम्पूर्णरीत्या अवगमनार्थम् अग्रे पठनीयम् एतत् तत्र नाम अयं विचारः सुबोधार्थं तत्र अयं विषयः अयं विचारः दोषाय न तत्र दोषेन न उक्तं व्यञ्जने परे तु नित्यम् इति अस्ति तत्र नाम तत्र किम् इति तत्र दोषयुक्तः नास्ति किन्तु अग्रे पठामश्चेत् पठामः इति दत्तमस्ति विवरणेन पठामः इति अस्तु अग्रे पठतु तर्हि लोपः इत्यनेन अपूर्वयोः पदान्तयोः वकारयकारयोः लोपः विकल्पेन भवति अशिपरे एतावता च अस्माभिः दृष्टं किं भवति अचिपरे इति किन्तु हर्ष् वर्णः अपि सन्ति तेषु परेषु किं भवति नाम अशिपरे इति उक्तं किन्तु एतावत् अचिपरे इति एव दृष्टवन्तः खलु किन्तु हर्ष् वर्णः अपि सन्ति तेषु परेषु किं भवति एतादृशी परिस्थितिः वस्तुतः विरलतया लभ्यते तथापि अस्य बोधनार्थम् एकम् उदाहरणं पश्येम किञ्चित् वदतु यत् उक्तम् अत्र लोपः शाकल्यस्य वद इति सूत्रेण अपूर्वयोः पदान्तयोः यकार वकार पूर्वात् अकार अथवा आकार अस्ति चेत् लोपः शाकल्यस्य इत्यनेन विकल्पेन लोपः भवति अशिपरे इति अस्ति पूर्वं प्रथमम् अनन्तरम् एतावता च अस्माभिः दृष्टं किं भवति अचिपरे किन्तु हश् प्रत्याहारवर्णः अस्ति चेत् तेषु परेषु किं भवति इति अग्रिम उदाहरणं दत्तं तत्र एतादृशी परिस्थितिः वस्तुतः विरलतया लभ्यते विरलतया इत्युक्ते किञ्चित् एव लभ्यते न तत्र आधिक्येन न पश्यामः विरलतया पश्यामः तथापि अस्य बोधनार्थम् एकम् उदाहरणं पश्येम एकम् उदाहरणं अग्रिमपरिच्छेदे पश्यामः इति दत्तम् इति यदि अष्प्रत्याहारवर्णः अस्ति चेत् किं भवति इति तत्र पुस्तके पश्यतु भगिनि तत्र अन्तिम उदाहरणं किमस्ति तत्र पुरुषाय योगः गच्छन्ति अनन्तरं पुरुषा गच्छन्ति इति रूपं भवति यकारस्य लोपः खलु तत्र यकारस्य लोपः भवति एकमेव रूपं दत्तमस्ति खलु तत्र आं महोदय तर्हि विकल्पः नास्ति तत्र एकमेव रूपमस्ति इत्युक्ते लोपः नित्यम् एव तत्र इति तादृशं भवति सत्यं भगिनि गच्छन्ति गकारः व्यञ्जनम् अस्ति अशि अस्ति किन्तु अचि नास्ति अतः तत्र नित्यम् इति उक्तं किन्तु तत्र किमर्थम् एतत् सर्वम् इति अग्रे दत्तमस्ति समीचीनं तर्हि तत्र अग्रे वेदा भगिनी नमस्कारः तत्र हल्सन्धि चिन्ता मास्तु भगिनि चिन्ता मास्तु भगिनि एतद् भवति एव चिन्ता मास्तु तर्हि हल्सन्धिकरपत्रे वयं तत्र यवलोपसन्धिः इति विवरणं पठन्तः स्मः तत्र लोपः शाकल्यस्य इति विचारः अस्ति तदनन्तरं तत्र पुरुषाः गच्छन्ति इति स्थितौ तत्र यत् उदाहरणम् इदानीमेव उषादेवते भगिनी पठितवती गीताप्रवेशे अन्तिम उदाहरणम् अस्ति तस्य विवरणं नाम तत् कथं सर्वं तत्र कानि कार्याणि सन्ति इति तस्य विवरणम् अस्ति. पुरुषाः गच्छन्ति, ततः आरभ्य पठति वा? आं महोदय. कुत्र अस्ति तत्? पुरुषाः गच्छन्ति इति स्थितौ तत्र, तदेव पुरुषाः गच्छन्ति इति स्थितौ. वस्तुतः मूले पुरुषास् गच्छन्ति इति स्थितिः आसीत्. पुरुषास् गच्छन्ति इति स्थितिः आसीत्. ओ ओके ओके. विसर्गसन्धि तत्र तस्य रूपं भवति. विसर्गस्य स्थाने सकार आयाति, खर्वर्णपरे अस्ति चेत् सकार आयाति. तदेव तत्र पुरुषा विसर्गस्य स्थाने सकार पुरुषास् गच्छन्ति इति स्थितिः आसीत्. तर्हि अस्मात् आरभ्य एकवारं किं भवति इति अवलोकयाम. तर्हि अस्मात् आरभ्य एकवारं किं भवति इति अवलोकयाम. बहुवचने पुरुषयोगः जस्, पुरुषयोगः अस्, जकारस्य लोपः भूत्वा अकार एव तिष्ठति. पुरुष एव अस्, पुरुषास् गच्छन्ति. न विभक्तौ तुस्माः इत्यनेन, न विभक्तौ तुस्माः इत्यनेन सकारलोपः निषिध्यते. अस्तु, न विभक्तौ तुस्माः तत्र सकारलोपः निषिध्यते. ससजुषोरुः इत्यनेन सा स्थाने रु आदेशः भवति. पुरुषा योगः रु योगः गच्छन्ति. रु इत्यस्य उकारस्य इत्संज्ञालोपश्च भो भगो अघो अपूर्वस्य योषि इत्यनेन आकारोत्तरस्य रुशब्दस्य रेफस्य यकारादेशः अशीपरे इति एतत् सूत्रं वदति. तत्र पुरुषा योगरुस्थाने यकारादेशः भवति. परे अश्वर्ण अस्ति चेत् गच्छन्ति गकार अश्वर्ण अस्ति इति कारणतः ऋकारस्य स्थाने यकारादेशः भवति. भो भगो अघो अपूर्वस्य योषि सूत्रेण तत्र ऋकारस्य स्थाने यकार पुरुषाय गच्छन्ति. लोपः शाकल्यस्य इत्यनेन, ओ अस्तु, लोपः शाकल्यस्य इत्यनेन अपूर्वयोः पदान्तयोः वकारयकारयोः लोपः विकल्पेन भवन्ति अशीपरे. परन्तु हलीसर्वेषाम् इत्यनेन हलीपरे अयं यकारलोपः नित्यः. तदेव यकारलोपनित्यं भूत्वा पुरुषाः गच्छन्ति इति एकमेव रूपम्. अस्तु, एतत् किं वदति? यत्र पुरुषाः गच्छन्ति इति स्थितौ, वस्तुतः मूले पुरुषास् गच्छन्ति इति स्थितिः आसीत्. तत्र पुरुषात् गच्छन्ति बहुवचने, तत्र पुरुषयोगः जस् तद् भवति पुरुषास् इति. पुरुषयोग अस् पुरुषास्, पुरुषास् गच्छन्ति इति रूपं प्रथमतया तद्रूपमस्ति. तत्र सकारस्य लोपः न भवति. किमर्थं चेत् न विभक्तौ तुस्माः इति सूत्रेण यत्र विभक्तिः अस्ति तत्र तु स्म सकारमकार अस्ति. अन्तिम सकारमकारस्य लोपः न भवति. तदेव स एव तिष्ठति. पुरुषास् गच्छन्ति इत्यनेन सकारलोपः निषिध्यते. अपि च ससजुषो रुः इत्यनेन सकारस्य पदान्त किं वदामि, पदान्त पुरुषात् इति पदान्त अस्ति. तत्कारणेन सकारस्य स्थाने रु आदेशः भवति. सकारस्य स्थाने रु भवति. पुरुषा योग रु योगः गच्छन्ति. रु इत्यस्य उकारस्य इत्संख्यालोपः भवति. तत्पश्चात् रेफ एव तिष्ठति. भो भगो अघो अपूर्वस्य योषि इति सूत्रेण अकारोत्तर आकारोत्तरस्य रुशब्दस्य रेफस्य यकारादेशः भवति. यदि अश् परे अश्वर्ण परे अस्ति चेत् एतत् सूत्रं वदति. यत् पुरुषा तत्र आकार अस्ति, तत्पश्चात् रेफ अस्ति, रेफः पश्चात् अश्वर्णः ग अस्ति इति कारणतः एतत् सूत्रं कार्यं करोति. एतत् सूत्रेण रेफस्य स्थाने यकारादेशः भवति. पुरुषा योगः य योगः गच्छन्ति, तत् पुरुषाय योगः गच्छन्ति इति रूपं. लोपशाकल्यस्य इति सूत्रेण अपूर्वयोः अकार आकारपूर्व यदि अस्ति चेत् यका पदान्तयोः बकारयकारयोः यदि पदान्ते बकार अस्ति अपि च यकार अस्ति तस्य पूर्व यदि अवर्ण अस्ति अपि च आवर्ण अस्ति अ यदि कोऽपि वर्णः अस्ति चेत् लोपः भवति. कस्य लोपः भवति? यकारवकारयोः लोपः भवति, विकल्पेन भवति अशीतले. परन्तु हलि सर्वेषाम् अन्यत् सूत्रमस्ति, एतद् लोपशाकल्यस्य सूत्रस्य परे परसूत्रमस्ति हलि सर्वेषाम् इत्यनेन यदि हलि परे अस्ति चेत् अशि इत्युक्ते स्वराः अपि च हश्वर्णाः, परन्तु हलि परे इत्युक्ते केवलं हल्वर्णाः एव. हलि परे अयं यकारलोपः नित्यः, एतत् हलि सर्वेषु नित्यं वदति. तदेव पुरुषाय गच्छन्ति, तत्र यकारलोपः नित्यं भवति. पुरुषा गच्छन्ति एकमेव रूपं सिद्ध्यति. उत्तमं भगिनि, धन्यवादाः. समीचीनं समीचीनमस्ति भगिनि. उत्तमं. तर्हि पुरुषा गच्छन्ति इति एकमेव रूपम् अस्ति. पूर्वं तत्र वयम् उदाहरणं यद् दृष्टवन्तः तत्र केवलम् अचि परे आसीत्, इदानीम् अशि परे अस्ति. तर्हि तत्र हलि परे किं का स्थितिः इति तस्य विवरणं दत्तं. तत्र अनेकानि कार्याणि सन्ति, किन्तु तत्र अन्ततो गत्वा तत्र नित्यं यकारवकारयोः लोपः नित्यं भवति इति उक्तं. समीचीनं. धन्यवादः भगिनि. इदानीं तत्र उषास्वामिनाथन् भगिनि अग्रे पठति वा? तर्हि एतावता फलितार्थः कः इति चेत्, वकारयकारयोः लोपः विकल्पेन भवति अचि परे, हसि परे नित्यं, न तु वैकल्पिकम्. हसि किमर्थम्? हसि किमर्थं? यतोहि लोपः शाकल्यस्य इत्यनेन हसि परे लोपः वैकल्पिकः, हलि सर्वेषाम् इत्यनेन हलि परे नित्यम्. अश् ऊन अच् इत्युक्ते हश्, अश् ऊन अच् इत्युक्ते हश्. हश् हलि अस्ति, हश् हलि अस्ति, अतः हसि परे चेत् लोपः नित्यः. अस्तु महोदय. हरि परे का गतिः? हरि परे इयं परस्थितिः न सम्भवति, यकारः न उदेति एव. पुरुषास् योगः चरन्ति इति अस्ति चेत् अत्र करि अस्ति परः. पुरुषास् योगः चरन्ति, ससजुषो रुः इत्यनेन सकारस्य स्थाने ऋ आदेशः भवति. परवसानयो विसर्जनीयः इत्यनेन पदान्तस्य रेपस्य स्थाने विसर्गः भवति खरि परे. पुरुषाः योगः चरन्ति, संहितायां विषये विसर्गस्य सकारः तथा स्तोः शुनाशुः इत्यनेन स्थुत्वं भवति. पुरुषाश्चरन्ति, पुरुषाश्चरन्ति इति भवति. वयं दृष्टवन्तः लोपः शाकल्यस्य इति अत्र अशि इति उक्तम्. अशि इति कृते अच् अत अच् योगः हश् इति अशि भवति. अशि इति कृते अच् अचि परे अस्ति चेत् वकारयकारयोः लोपः भवति इति वयं जानीमः. परन्तु हसि परे हलि सर्वेषाम् इति सूत्रेण लोपः वैकल्पिकरूपं नास्ति, नित्यम् एव इति वयं इदानीं पठितवन्तः. हसि किमर्थं? यतोहि लोपशाकल्यस्य इत्यनेन अशि लोपः वैकल्पिकः, हलि सर्वेषाम् इत्यनेन हलि परे नित्यम्. अशि इति अस्ति, अश् ऊन अच् इति हश् इति भवति. हश् हलि अस्ति अतः अशि परे. अच् इत्युक्ते किं भगिनि? अशि इति कृते अच् अपि च हश् इति भवति. अच् हयवरट् अच् एव अयौ हय अन्दन् अच् अच् इति अत्र स्वराः एव. ऊन इति मैनस् एकवे अश् ऊन अच् इत्युक्ते हश् अश् ऊन अच् अच् हश् हश् तिष्ठति. हश् इति हलि अस्ति. हलि अस्ति अतः हशि परे चेत् लोपः नित्यः. हश् इति हलि एव. आम् हयवरट् लण्यमङ्गणनं हलि हल् जबन् घटदश् जबघटदश् आम् आम् हल्वर्णाः एव सन्ति हश् इति कृते. सो हशि परे चेत् हलि सर्वेषाम् इत्यनेन हलि सर्वेषाम् इति सूत्रेण हश् इति हलि अस्ति इत्यनेन लोपः नित्यः भवति. खरि परे का गतिः इति चेत् खरि खरि परे इयं स्थितिः न सम्भवति यतोहि खरि इदानीं खरि इति उक्तं हशि हश् डन् महोदय. सो शब्दः तावदेव नाम तत्र हलि सर्वेषाम् इति उक्तं तर्हि हलि हलि हश् अस्ति किन्तु हष् विहाय इदानीं हष् विहाय हल् ऊन इदानीं हल् ऊन हष् इदानीं तत्र कर् इति भवति तर्हि तत्र करि परे इदानीं का गतिः इति प्रश्नः उदेति अस्ति चेत् पुरुषास् योगः चरन्ति चरन्ति चकारः कर् कर् स्थाने अस्ति. कर् वर्णाः उल्लेख कर् वर्णः भवति. पुरुषा ससजुषोरुः इत्यनेन सकारस्य स्थाने रु आदेशः. अनन्तरं करवसानयो विसर्जनीयः इति सूत्रम् अस्ति. तत् सूत्रस्य प्रवर्तनं भवति चकारः खर् अस्ति इत्यनेन करवसानयो विसर्जनीयः इत्यनेन पुरुषाः पुरुषा रु स्थाने विसर्ग आदेशः भवति. पुरुषाः योगः चरन्ति इति भवति. अनन्तरं स्तोहोश्चुनाश्चुः संहितायां विषये विसर्गस्य सकारः पुरुषाः चरन्ति अनन्तरं पुरुषास् चरन्ति अनन्तरं स्तोहोश्चुनाश्चुः इत्यनेन चकारः परः अस्ति इत्यनेन सकारस्य स्थाने शकार आदेशः भवति. ताळव्यशकारः आगच्छति. पुरुषाश् चरन्ति इति भवति. समीचीनं. हा अतः तत्र इदानीं तत्र कर् परि क्षम्यतां कर् कर् वर्णः परि अस्ति चेत् तत्र किं तत्र लोपः इति स्थितिः लोपशाकल्यस्य हलि सर्वेषाम् इति कार्यं नास्ति. कार्यम् एव नास्ति यतोहि तत्र यकारः नागच्छति एव. हा तत्र पुरुषास् योगः चरन्ति तत्र अन्यानि सूत्राणि कार्यं कृत्वा तत्र पुरुषाः चरन्ति इति एव आगच्छति. किन्तु तत्र यकारः मध्ये तु न आगच्छति. तत्र यकारस्य अनन्तरं खर् वर्णः इति तादृशी स्थितिः न आगच्छति इति अस्ति. समीचीनं. हा इदानीम् अग्रे तर्हि तत्र धन्यवादः भगिनी. समीचीनं. इदानीम् अग्रे शोभा भगिनी अग्रे. महोदय अन्यच्च हलिपरे यकारस्य का गतिः इत्युक्तम् अधुना हलिपरे वकारस्य का गतिः हलिपरे वकारे न भवति एव इति कृत्वा यकारस्य चिन्तनम् अलम् वकारान्तपदम् इति तु तादृशं किमपि नास्ति. तदा सन्धिक्रमेपि तादृश्यं किमपि कार्यं नास्ति यस्मात् वकारः सम्भवेत्. इदानीम् अन्यच्च विषयः हलिपरे यकारस्य का गतिः इति उक्तम् इदानीं ज्ञातवन्तः. हलिपरे अस्ति चेत् तत्र हलि सर्वेषाम् इत्यनेन लोपः नित्यः एतत् सर्वं दृष्टवन्तः. अधुना हलिपरे वकारः अस्ति चेत् पदान्तवकारः अपूर्ववकारः अस्ति चेत् हलिपरे तस्य का गतिः इति चेत् तादृशः सन्दर्भः एव न भवति इति उक्तं, हलिपरे वकारः न भवति एव इति कृत्वा तत्र यकारस्य चिन्तनम् एव पर्याप्तम्। वकारान्तपदम् इति तु तादृशं किमपि नास्ति, अतः तत्र तदा सन्धिक्रमे अपि तादृश्यं किमपि कार्यं नास्ति यस्मात् वकारः सम्भवेत् इति, अतः तस्य चिन्तनं न भवति। पदान्तवकारः किमर्थं चेत् भो भगो अगो अपूर्वस्य योषि इत्यनेन केवलं यकार एव आयाति, कोऽपि अन्यसूत्रं नास्ति न भगिनि, भो भगो इत्यनेन यकारः रुसम्बद्धरेपस्य यकारः आगच्छति, सत्यम्। अन्यत् कोऽपि सूत्रं प्राबब्लि नास्ति यत्र वकार आयाति इति, नास्ति प्राबब्लि, दट्स् वै अव् इति भवति खलु तत्र, अव् इति भवति किन्तु तद् अत्र न स्वीकृतं वा, पुरुषाब् इत्य पुरुषव् पुरुषाव् इति नास्ति इति मन्ये। अस्तु अस्तु, नाम तत्र यचो यवा यावः इत्यनेन तत्र वकार तु अन्ते आगच्छति खलु, किन्तु नो महोदय, यचो अयवायावः प्रसक्तिः नास्ति खलु, अग्रे हलि अस्ति इति, हल् अस्ति, समीचीनं भगिनि, अत एव, अस्तु अस्तु अस्तु, अतः तत्र यत्र बकारस्य अस्तु, तर्हि बकारस्य चिन्तनमेव नास्ति इति, नास्ति चिन्तनमेव नास्ति, तादृशी स्थितिः एव नास्ति इति, अस्तु समीचीनम्, अस्तु तर्हि अग्रे गन्तुं शक्नुमः खलु भगिनि, शोभगिनि, न विभक्तौ तु स्मः इति सूत्रम् इदानीं प्रथमाध्याये तृतीयपादे चतुर्थ तमं न चतुर्थसूत्रं, धातूनां तिङ् प्रत्ययः सुबन्तानाम् इत्युक्ते नामपदानां सुप्रत्ययः एते सर्वे विभक्तयः इत्युच्यन्ते विभक्तिश्च इति सूत्रेण, येषां विभक्तीनाम् अन्ते यदि तवर्गीयवर्णः तथ दध न अपि च सकारः अथवा मकारः अस्ति चेत् तर्हि इदं सूत्रं हलन्त्यम् इत्यस्य कार्यं बाधते। हलन्त्यम् इत्यनेन येषां वर्णानाम् इत्संज्ञा भवति स्म, किन्तु न विभक्तौ तु स्मः इत्यनेन इत्संज्ञा बाधिता भवति, अनेन इत्संज्ञा न भवति। यथा सुप्रत्ययाः जस् भ्यां भिस् अपि च तिङ् प्रत्ययः तस् त्वस् मस्, अत्र भ्याम् इत्यस्य मकारः तस् इत्यस्य सकारः, येषां वर्णानाम् इत्संज्ञा भवति स्म किन्तु न भवति। इदानीं न विभक्तौ तु स्मः इति सूत्रस्य विषयः, यतोहि तत्र तत्र पुरुषाः गच्छन्ति इति तत्र तस्य विवरणे वेदा भगिन्या पठितं भाग तत्र पठिता भागः तत्र न विभक्तौ तु स्मः इति सूत्रस्य उल्लेखः आसीत् खलु, तस्य उपयोगः आसीत् पुरुषास्, अतः तस्य विवरणम् इदानीं पुरुषाः खलु प्रथमसोपानं न विभक्तौ तु स्मः इति सूत्रस्य सकारलोपः निषिध्यते इति लिखितं खलु उपरि, अतः तत्र एतस्य सूत्रस्य विवरणम् इदानीं दत्तं दत्तम् इत्युक्ते तत्र न विभक्तौ विभक्तिः इत्यस्य सप्तमविभक्तिः तत्र न विभक्तौ तस्मिन् तु इति तवर्गीयवर्णाः सकारः मकारः एतेषां तु स मा स मा माः इति, तर्हि तत्र धातूनां तिङ्प्रत्ययाः भवन्ति सुबन्तानाम् इत्युक्ते नामपदानां सुप्रत्ययाः भवन्ति, एते स्त तुप् अपि तिङ् प्रत्ययः विभक्तयः इति अपि किं तत्र गुणः अस्ति तेषां विभक्ति इति विभक्तिश्च इति सूत्रेण तेषाम् अन्ते यदि तवर्गीयवर्णः अथवा सकारः मकारः भवति चेत् तर्हि इदं सूत्रं हलन्त्यम् इत्यस्य कार्यं बाधते यथा तत्र अन्ते स्थितस्य यथा उदाहरणे दत्तं जस् भ्यां भिस् इत्यत्र सकारमकारयोः हलन्त्यम् इत्यनेन लोपः भवितुम् अर्हति किन्तु एते प्रत्ययाः विभक्तिश्च इत्यनेन विभक्तित्वं प्राप्नुवन्ति इति अपि च तदनन्तरं न विभक्तौ तु स्मः इति सूत्रेण हलन्तवर्णस्य लोपः बाधितः इति कृत्वा तत्र ते यथावत् तिष्ठन्ति अन्त्यस्य वर्णस्य व्यञ्जनस्य लोपः न भवति इति तत्र दत्तम् अतः तत्र अत्र भ्याम् इत्यस्य मकारः तदेव तत्र जस् भ्यां भिस् इत्यत्र तेषाम् अन्ते यत् हल् वर्णः व्यञ्जनवर्णः अस्ति तस्य लोपः न भवति इत्संज्ञा न भवति इत्संज्ञा न भवति तदनन्तरम् अतः लोपस्य अवसरः एव नास्ति इति इदं सूत्रं वदति. समीचीनम्. अतः तत्र एतस्य सूत्रस्य प्रयोगः मध्ये कृतः इति कृत्वा इदानीं तत्र तस्य विवरणं तत्र किमर्थं तत्र बाधते एतत् तत्र हलन्त्यम् इत्यस्य कार्यं बाधते एतत् सूत्रम्. अस्तु, समीचीनं. धन्यवादः भगिनि. इदानीम् अग्रे विषाधिपते भगिनि अग्रे. आं महोदय. ससजुषौ ससजुषो रुः पदान्ते सकारस्य च सजुष् शब्दस्य षकारस्य च स्थाने रु आदेशो भवति येन तत्र एतत् पठितं खलु भगिनि तत्र उपरि तत्र नाम गतवर्गे पठितवन्तः महोदय. अतः तत् नाम तत्र पूर्वस्मिन् वर्गे तत्र वयं तत्र सत्त्वसन्धिविषये तत्र अतः तत्र इदानीं मास्तु उदाहरणमेव महोदय पुस्तके न अग्रे अपि अन्यत् सूत्रमस्ति भगिनि. करवसानयोर्विसर्जने तदपि पठितवन्तः. ओ तदपि पठितवन्तः. अस्तु, अतः अस्तु. तर्हि तत्र आमामां तदपि पठितवन्तः. अनुनासिकात् परोनुस्वारः करवसानयोर्विसर्जनीयः एतत् सर्वं पठितवन्तः. अस्तु, तर्हि इदानीं तत्र उदाहरणं पठामि वा महोदय. तस्मै योगः एतत् पुस्तके. अस्तु, तत् कुर्मः वा तत्र द्वितीय एकवारं पठतु भगिनि. तस्मै एतत् इति आरभ्य पठतु भगिनि. तस्मै योगः एतत् योगः ऐ योगः ए योगः तत् अनन्तरं तस्म योगः आय् योगः ए योगः तत् यान्ता वान्ता देशसन्धिः भवति. अनन्तरं तस्म योगः आय् एकं पदम् आय् आ योगः ए योगः तत् तस्मा एतत् अथवा तस्मा एतत् अस्तु. अत्र तस्मै इति पदस्य अन्ते ऐ अस्ति. यदि ऐ आगच्छति एचो या वायवः इति सूत्रेण आय् आगच्छति. तस्म योगः आय् योगः एतत् इति पदस्य प्रथमः वर्णः अस्ति एकारः. एकारः योगः तत् अधुना तस्म योगः आय् अथवा आ किमर्थं तत्र दत्तं महोदय? एकारस्य लोपः खलु भगिनि. अस्तु, परन्तु आय् अथवा आ इति दत्तं न तत्र तदनन्तरम् एकारः यकारः लोपो भूत्वा आ तिष्ठति वा सत्यं भगिनि तदेव अस्ति अस्तु आयोः ये योगः तत् तस्मा एतत् तस्मा य लोपः भवति अतः तस्मा योगः एतत् तस्मा एतत् इति रूपम् आगच्छति प्रथमरूपं तस्मा एतत् इति रूपं तस्मा एतत् यकारः यत्र अस्ति तद् साधारणतया भवति किन्तु विकल्पेन शाकल्यस्य मतेन द्वितीयरूपं भवति द्वितीयरूपं शाकल्यस्य मतेन यकारः लोप भूत्वा तस्मा एतत् तत्र यकारः नास्ति यकारः नास्ति तत्र इति अस्ति समीचीनम् अस्तु अग्रेपि करोतु गुरो योगः ये हि गुरो इति पदस्य अन्तिमवर्णस्ति वो ओकारः ये हि इति पदस्य प्रथमवर्णस्ति ये अतः वो योगः ये गुरो वे आव् आव् न गुर वे येचोयवायवः इति सूत्रेण गुरवे एकारः गुरवेहि वकारस्य किन्तु मध्ये किं प्रथमसोपानं किं यथा गुरु प्रदर्शितं गु तदनन्तरं रेपः तदनन्तरम् ओकारः खलु तदनन्तरम् एकारः एकारः अस्तु तर्हि ओकारः योगः एकारः तत्र किं भवति अब् अनन्तरं ये अव् वकारस्य लोपः भवति अतः आयोगः ये ये गुर ये ये भवति गुरवे गुरवेहि इति एकं पदम् आगच्छति शाकलस्य मतेन वकारस्य लोपः भूत्वा गुर एहि इति अन्यकरूपम् आगच्छति इति अस्ति भगिनि समीचीनं अस्तु इदानीम् अग्रे तत्र वेद भगिनी अग्रे करोति वा आं महोदय उभौ योगः अपि तत्र भौ भका पूर्वपदे औ इति अन्तिमवर्णः अस्ति औ औ परे अकार अपि अकार अस्ति तदेव तत्र एचोयवायावः सूत्रं कार्यं करोति औ स्थाने आव् आदेशः भवति उभ् योगः आव् योगः अपि तत्र एकवारं लोपशाकल्यस्य सूत्रेण एकवारं वकारस्य लोपः भवति अन्यथा लोपः न भवति यत्र लोपः न भवति तत्र रूपं भवति उभ् उभावति उभावति वपि उभावपि इति रूपम् आयाति यत्र वकारस्य लोपः न भवति यत्र लोपशाकल्यस्य सूत्रेण यत्र अचुवर्णः परे अस्ति चेत् तत्र वकारस्य पूर्वम् अ वर्णः अस्ति चेत् वकारस्य लोपः भवति तदेव उभ् योग आ योगः अपि उभा अपि इति रूपमाया समीचीनं भगिनि अस्तु अग्रे अग्रे बालाय् योगः इह तत्र यकार अन्तिमपदे अन्तिमवर्ण यकार अस्ति पूर्ववर्ण आकार अस्ति इति कारणतः तत्र तत्र किम् अस्ति लोपशाकल्यस्य इति सूत्रेण यकारस्य लोपः भूत्वा बाला इह इति प्रथमतया दत्रूपम् आयाति द्वितीयरूपमस्ति बाला इह केवलवर्णमेलनमेव बाला इह इति द्वितीय भवति समीचीनं भगिनि तथैव अस्ति धन्यवादः अस्तु, समीचीनं भगिनि. अस्तु, अग्रे इदानीं तत्र उषास्वामिनाथन भगिनि, तत्र पुरुषाः गच्छन्ति तत्र विवरणं तत्र कथं कृतवन्तः, अतः इदानीम् अग्रे तत्र पठतु भगिनि, तत्र अत्र पदान्ते इति. अत्र अस्तु महोदय, अत्र पदान्ते अकारपूर्वः आकारपूर्वः वा यकारः वकारः वा अस्ति. तस्मात् परतः स्वरः अस्ति. तत्र यकारस्य वकारस्य वा विकल्पेन लोपः सम्पन्नः. लोपे कृते निमित्ते सत्यपि सन्धिः न भवति. गुण भवितुमर्हति अथवा दीर्घ भवितुमर्हति. लोपे कृते निमित्ते सत्यपि सन्धिः न भवति. यदि व्यञ्जनं परमस्ति नित्यं लोपः भवति. पुरुषा गच्छन्ति इति कृते अतः पदान्ते अग्रे पठामि वा महोदय? अतः पदान्ते विद्यमानस्य अकारपूर्वस्य आकारपूर्वस्य वा यकारस्य वकारस्य च स्वरे परे विकल्पेन लोपः भवति. व्यञ्जने परे तु नित्यं. लोपे कृते निमित्तस्य सद्भावे अपि स्वरसन्धिः न भवति. सो पदान्ते विद्यमानस्य अकार वा अथवा आकारः वा अस्ति चेत् परन्तः यकार वकारः स्वरे परे विकल्पेन लोपः भवति. लोपशाकल्यस्य परन्तु एचो अयवायावः इत्यनेन यत् कृतं पदान्ते विद्यमानस्य अकारपूर्व आकार इति आकार इति सिद्ध्यति एचो अयवायावः इत्यनेन. तत् अकार अथवा आकार अनन्तरं यकारः अथवा वकारः अस्ति. यकारवकारयात् परः स्वरः अस्ति. तथा एव प्रथमम् एचो अयवायावः इति सिद्ध्यति. विकल्पेन अनन्तरं विकल्पेन यकारवकारयोः लोपः भवति लोपशाकल्यस्य इति सूत्रेण. लोपशाकल्यस्य इति अशीपरे वेर् डिड् वि डू दट् अशीपरे इति लोपशाकल्यस्य अशीपरे ओ अशी इति अनुवृत्तिसहितम् आयाति अत्र. अत्र केवलं व्यञ्जने परे तु नित्यम् इति एव दत्तं तत्र. व्यञ्जने परे लोपः नित्यम् इति कृतम् इति नाम तत्र यतोहि तत्र हसि इति तत्र केवलं हसि इति न उक्तं, हसि परे इति उक्तम्. अतः एव तत्र करपत्रे विवरणं दत्तं नाम हलिपरे इति एव भवेत् किन्तु तत्र कर्वर्णः अस्ति चेत् तत्र किमपि कार्यं न भवति. अतः एव हस् इति एव तेनैव पर्याप्तम् इति. अतः तत्र अस्मिन् तत्र सन्धौ तत्र करपत्रस्य विवरणं बहु समीचीनम् इति मन्ये. रुचिकरमपि हा, नो चेत् तत्र किमर्थम् एतत् सर्वम् अस्ति तत्र अस्मिन् सन्दर्भे वयं तत्र विकल्पेन कर्तुं शक्नुमः नो चेत् तत्र नित्यम् इति एतत् सर्वम् उक्तम् इति. अतः बहु समीचीनम् आसीत् इदानीम्. हा अस्तु, समीचीनं. हा अस्तु, अग्रे तत्र शोभा भगिनी अग्रे पठति वा? तत्र प्रायशः अभ्यासस्य उदाहरणमेव पठितुं शक्नुमः इति मन्ये, किन्तु तत् पठित्वा. महोदय अस्तु, इदानीं पुस्तके वा? पुस्तके एव. यतोदाहरणं रिक्तस्थानानि पूरयत. उदाहरणं आश्चर्यवच्चैनम् अन्यः शृणोति इति. आश्चर्यवत् योगः च आश्चर्यवच्च इति भवति श्चुत्वसन्धिः तत्र. इदानीं श्चुत्वसन्धिः इति पूर्वं दृष्टवन्तः. तत्र आश्चर्यवत् इत्यस्य पदान्ततकारस्य जष्त्वं भवति जलां जशोन्ते इत्यनेन. आश्चर्यवद् इति भवति. तदनन्तरं जस्त्वस्य अनन्तरं किं तत्र जकारः चर्त्वं भवति, चर्त्वं न किं श्रुत्वं, श्रुत्वमेव स्तुः चुनश्चुः इत्यनेन श्रुत्वं भवति. तकारस्य स्थाने जकारादेशः, तदनन्तरं चर्त्वं भवति. परवर्णः चकारः इति कृत्वा जकार चवर्गीयवर्णः प्रथमवर्णस्य आदेशः आश्चर्यवच् योगः च इति भूत्वा आश्चर्यवच् इति श्रुत्वसन्धिः इति दत्तम्. अग्रिममस्ति असक्तं सर्व श्लोकम् श्लोकमस्ति खलु. एकक्षणं महोदय. य एनं वेत्ति हन्तारं यश्चैनं यः च एनं मन्यते हतम् उभौ तौ ता विजानीतो नायं हन्ति न हन्यते. तत्र अस्माकं पदं किमस्ति आश्चर्यवत् इति, किन्तु अन्यत् किम् अस्ति तत्र, तदेव खलु 219 क्षमतां एव महोदय. तत्र किन्तु 219 तु नास्ति, 229 भगिनि, ऐ मीन् टु अस्तु. आश्चर्यवत् पश्यति कश्चिदेन एनम् आश्चर्यवत् वदति तथैव च अन्यः आश्चर्यवत् च एनम् अन्यः शृणोति श्रुत्वा अपि एनं वेद न च एव कश्चित्. तत्र आश्चर्यवत् पश्यति इत्यत्र आश्चर्यवत् इति अस्ति, किन्तु अग्रे आश्चर्यवच्चैनमन्यः इति तत्र अस्ति. इत्युक्ते तत्र आश्चर्यवत् पश्यति कश्चित् एन इति, इत्युक्ते कश्चित् यः कोऽपि एनम् आश्चर्यवत् पश्यति इति अर्थः भवति तत्र. तस्मात् पूर्वम् अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत अव्यक्तनिधनानि एव तत्र का परिदेवता इति आसीत् तत्र. तत्र एनम् इत्युक्ते अयम् आत्मा इति, अयम् अयम् आत्मा इति नाम आत्मानं तत्र इत्युक्ते आश्चर्यवत् किं पश्यन्ति इत्युक्ते आदौ सर्वम् अव्यक्तम् अस्ति, मध्ये व्यक्तं भवति, अव्यक्तानि तदनन्तरं किं भवति, आदौ अव्यक्तं मध्ये व्यक्तं तदनन्तरं पुनः अव्यक्तानि भवन्ति. एषः विषयः आश्चर्यवत् पश्यति कश्चित् एनम् आश्चर्यवत् वदति तथा एव च अन्यः आश्चर्यवत् च एनम् अन्यः शृणोति श्रुत्वा अपि एनं वेद न च एव कश्चित्. तदेव तत्र विषयः कः, यत् आश्चर्येण सर्वे पश्यन्ति वदन्ति किन्तु ज्ञातुं न शक्नुवन्ति इति, शृणोति किन्तु ज्ञातुं न शक्नुवन्ति, न वेद च एव कश्चित्. कः सः विषयः इत्युक्ते आदौ अव्यक्तं मध्ये व्यक्तं भवति तदनन्तरम् अन्ते पुनः अव्यक्तं भवति, इदम् एषः विषयः आश्चर्यवत् अपि च न वेदः इति. नाम तत्र आश्चर्यवद् अस्ति अपि तत्र तस्य अवगमनं नास्ति नास्ति इति इति अथ एव वेद न श्रुत्वापि एनं वेद न च एव कश्चित् कश्चिदपि न जानाति न जानाति इति न कोऽपि जानाति तत्र किम् अत्र किं भवति इति अस्ति अस्तु समीचीनम् अस्तु तर्हि तत्र शोभनी भवती वा तत्र अन्ते प्रार्थनां वदति वा तदनन्तरं विरमामः ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ नमस्ते महोदय धन्यवादः धन्यवादः नमस्कारः